नमस्ते भगिनी। नमस्ते महोदय। नमस्ते भव्या भगिनी इदानीं न अस्ति। भव्याजी न आगच्छति चेत् भवनमेक एव चालयति इति न उक्तवती, ईपत्रं प्रेषितवती। अहं टेक्स्ट् करोमि। ओके, धन्यवादः। नमस्ते सर्वेभ्यः। सरला भगिने, सरला भगिनी, वयं करोतु भगिनी। टेक्स्ट् मेसेज् प्रेषितवती तस्यै। किं कुर्मः भवती एव प्रारम्भं करोतु भगिनि। अतिदेशसूत्राणि ओ भगिन्या आगतवती। हरि ओम्, नमस्ते। हरि ओम् भगिनी। हा, क्षम्यतां महोदयः, अहं तु कार्यालयस्य कार्ये तत्र व्यस्ता आसम्, समय उल्लङ्घनं न दृष्टवती एव। कृपया कुत्र स्मः? प्रारब्धवन्तः किं वयं चर्चा? न भगिनी, न। ओ, क्षम्यताम्, भवत्या प्रतीक्षा कुर्वन् स्म। क्षम्यतां, क्षम्यताम्। तर्हि महोदयस्य वर्गे किं चिन्तितम्? स्य प्रति सङ्गीत्वा चेत् गुणनिषेध इति। करपत्रम् उद्घाटयन्ति अस्मि। अतिदेशसूत्राणि तद् गते सप्ताहे वयं दृष्टवन्तः। तदनन्तरम् इति यथा ऐगन् सम्यक् न श्रूयते भगिनि भवत्याः ध्वनिः। यथा ऐगन्तं धातुषु इति ये धातवः सन्ति तेषाम् भगिनि ततः आरभ्य खलु सप्रत्ययः निद्वत् चेत् गुणनिषेधः इति ततः पठामः ततः आरभ्य कुतः पर्यन्तं पठनीयम् इति तत् न न कृतवन्तः तावद् अस्तु कारणकि सर्वे धातव आवली सन्ति न लिट् लकारस्य अपि करणीयं तत् बहु समय जातः अर्णो भगिनी भगिनी प्रारम्भं करोति वा भगिनि प्राप्तं भगिनि तत्रस्य प्रत्ययः निद्वत् चेत् गुणनिषेधः इति अस्ति खलु मणिमहोदय आरम्भं करोति वा महोदय तर्हि अस्तु महोदय शयप्रत्ययः ङित्वत् चेत् गुणनिषेधः केनचित् अधिदेशसूत्रेण शयप्रत्ययः ङित्वत् भवति चेत् गुणकार्यं निषिध्यते कितिनीति याः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म सः गुणवृत्तिः न भवति अणुवृत्तिसहितसूत्रम् इति नीति च इकः गुणवृत्तिः न यद्यपि प्रत्ययः गुणकार्यं भवति कृतिनीति अस्ति चेत् गुणकार्य कृत्वा गीत्वा नित् अस्ति चेत् कृतिनीति इति सूत्रेण गुणः न भवति इति इत्यस्य अर्थः अतः पञ्चत्रिंशत् गुणादयधातवः अपि च विच् धातुः आहत्य षड् त्रिंशत् धातुभ्यः स्य प्रत्ययः ङित्वत् भवति इति कारणतः कृतिनीति इत्यनेन गुणनिषिध्यते विच् धातुः अन्य गुणादिगणधातवः पञ्चत्रिंशत् धातुः कृतिनीति इति सूत्रेण गुणनिषेधः भवति यदा इगन्तधातुषु गुयोः इष्यते सार्वधातुकार्धधातुकयोः इत्यनेन गुणः प्रसिद्धिः गाङ्गुणादिभ्यो कृतिनीति इत्यनेन गुणादिभ्यः गुणादिगणेभ्यः धातुभ्यः नित् नित् भिन्नप्रत्ययः नित्वत् भवति प्रत्ययः नित् नित् भिन्न अर्हः नित्वत् कृतिनीति च इत्यनेन गुणादि गुणनिषेधः अहुयः इष्यति आदेशे प्रत्ययोः इत्यनेन इन् प्रत्याहारात् कवर्ग्यात् च परे अपदान्त आदेशरूपी प्रत्ययस्य प्रत्ययो वा अवयवः वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने शकारादेशः भवति रूपं भवति गुष्यति भूधातुः योः इष्यति शयप्रत्ययपरे सर्वात् गुणः भवितुमर्हति भविष्यति इति परन्तु गाङ्गुणादिभ्यो ङित्वत् इति सूत्रेण गुणादिभ्यः अथवा गाङ्गुणादिभ्यो इत्यनेन सूत्रेण गुणादिगणिभ्यधातुभ्य नित् नित् भिन्न प्रति चेत् तत्र ङित्वत् भवति इति सूत्रं वदति स्यप्रत्ययः नित् नित् भिन्नः अतः गुणकार्यं न भवति इति सूत्रेण अनन्तरं गुयोः इष्यति आदेशे प्रत्ययोः इत्यनेन इन् प्रत्याहारात् कवर्ग्यात् च परे आपदादेशरूपस्य अत्र शक्त्वं भवति सकारस्य गु कवर्ग्यः अतः श्यस्थाने स स्थाने शत्वं भूत्वा उष्यति इति रूपं भवति अस्तु महोदय अन्यः पठतु वा अस्तु धन्यवादः सरलभगिनी कु योगस्य ते इति अत्र कु अपि कुटा कुटा कुटादिगणे धातुः अस्ति अतः कु योगस्य ते स्यते इति आदधातुकप्रत्ययः अस्ति उकारान्तधातुः अस्ति कु इति अस्माकम् आवल्यां नास्ति अतः इदागमस्य चिन्तनं नास्ति अत्र अपि गाङ् कुटादिभ्यो नित्यति अनेन गुणस्य बाधा भवति सार्वधातुकार्धधातुकस्य प्रसक्तिः अस्ति किन्तु गुणनिषेधः भवति गाङ्कुटादिग्यति अनेन अतः कुस्यते इति रूपमेव भवति गन्तधातु सेट् अस्ति चेत् नु योग इष्यति सार्वधातुकार्धधातुके भवति अनेन गुणप्रसक्ति गाङ्कुटादिभ्यो ङिति इत्यनेन कुटादिगणिभ्य धातुभ्य ङित् ऋत् भिन्न प्रत्यय ङित्वत् त्यप्रत्यय ङित् ऋत् भिन्न अथ ङित्वत् ङिति च इत्यनेन गुणनिषेध नु योग इष्यति अचिष्णु धातु ब्रुवां युवो युवङौ इत्यनेन इकारान्त उकारान्त धातुरूपी अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ् उवङ् आदेशः भवति अजादिप्रत्ययपरे नुयोगयिष्यति निविष्यति नु इति दीर्घ उकारान्तधातु वयं जानीमः दीर्घ उकारान्तधातवः सर्वे सेटः सन्ति अत्र इदागमस्य चिन्तनं भवति सो इयोगस्यति अत्र आदेशप्रत्ययनेन इण् वर्ण अस्ति इकार तो अतः सकारस्य मूर्धन्यशकार आदेशः भवति तो इष्यति इति रूपं भवति इदानीं सार्वधातुकार्धधातुकस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति कारणकी नु इति कुटादिगणीयधातुः अस्ति अतः गाङ्कुटादिभ्यो निन्ति इति अनेन गुणनिषेधः भवति यदि गुणनिषेधः भवति तो इदानीं नु योग इष्यति भवति तो इदानीं नु इति उकारान्त धातुः अस्ति तो अचिष्णु धातु ब्रुवां युव युवङ्गो इति सूत्रेण युवो इति उकारधातु यस्ति तस्य स्थाने उवङ् आदेशः भवति इति भवति यथा स्थानम् अनेन परिभाषासूत्रेण तु उवङ् यदि आदेशः भवति ङकारस्य संज्ञा भवति उकारस्य स्थाने उ आदेशः भवति नु योगयिष्यति नुविष्यति इति रूपं भवति अहं पठामि अन्यपि पठति अन्यः पठतु वा भगिनि लघु तत्र परिच्छेदः वर्तते विमला भगिनी पठति वा भगिनि other people came before me. Aruna and Vijaya Bhagini. If it's okay, I'll speak at the end. Asta Bhagini. Vijaya Bhagini Patati Bhagini. Achishna Dhatta Bhavangi Vangaviti. Yuvori Iyangu Vangaviti. Namaskar Bhagini. Namaste Bhagini. Achishna Dhatta Bhavangi Yuvori Iyangu Vangav. Snu Pratiyant Angasya, Swadiganasya Angasya, Yetashchaknu Ityasya. इकारान्त उकारान्त धातुरूपी अङ्गस्य ब्रू प्रातिपदिकस्य च तेषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे एतत्तु निमित्तमस्ति अत्र स्नुप्रसङ्गे प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययस्य स्यात् तस्मात् इत्यर्थः युवोः इति विशेषणं धातुशब्दस्य एव यतोहि स्नुप्रत्ययान्त अङ्गं भ्रू प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यम् येन विधि तदन्तस्य इत्यनेन यस्य धातुः अन्ते इकार उकार स्यात् इति अर्थः स्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः स्नु धातु भ्रुवः तेषां स्नु धातु भ्रुवाम् इच्छ उच्छ तयोः इतरेतरद्वन्द्वः यु तयोः युवोः इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः इयङ् उवङ्गौ अपि सप्तम्यन्तम् अचि सप्तम्यन्तं स्नु धातु भ्रुवां षष्ठ्यन्तम् इवोः षष्ठ्यन्तम् इयङ् उवङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इवोः स्नु धातु भ्रुवाङ् अङ्गानाम् इयङ् उवङ्गौ अचि परतः अचि इति सप्तमी अस्ति अस्ति अत्र अतः तत्र अचि परतः स्नु ब्रु एतत् धातुः अङ्गस्य क्रमेण इकारस्य स्थाने इयङ् आदेशः भवति उकारस्य स्थाने उवङ्ग् आदेशः भवति एतत् अत्र स्नु प्रसङ्गे प्रत्यगृहणे तदन्तग्लाघ्याः इति परिभाषा अपि अत्र आयाति अनन्तरम् अत्र येन विधि तदन्तस्य इत्यनेन अन्तिमविधिः सूच्यते तद् अन्त्यस्य एव एतत् येन विधि तदन्तस्य इत्यनेन अत्र अलोन्त्यस्य इत्यपि सूत्रं कार्यं करोति किमर्थं चेत् अन्तिमवर्णस्य एव इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ्ग् आदेशः भवति अत्र अनुवृत्तिसहितसूत्रम् युवोः स्नु धातु ब्रुवाङ् अङ्गाणाम् इयङ् उवङ्गौ अचिपरतः अचिवर्णः परतः अस्ति चेत् एव एतत् कार्यं भवति इति तत्र दत्तं महोदय धन्यवादः भगिनि स्मारितवती अलन् अलोन्तस्य भगिनि विद्याभगिनी अस्माकं सूचितवती अलोन्त्यस्य इत्यस्य कार्यं न भवति कारण कि आदेश इति अनेकाल् अस्ति इयङ् उवङ्ग् इति सो अनेकाल् सर्वस्य इत्यस्य अलोन्त्यस्य प्रभाद्य तस्य कार्यं भवति तदनन्तरम् इयङ् उवङ्ग् इति ङित् अस्ति अत्र ङिच्च एनेन पुनः अन्तस्य अङ्गस्य अन्तवर्णस्य आदेशः भवति इति अधिकं सूचितवती समीचीनं येन विधिः तदन्तस्य इत्यनेन येन विधिः तत् अन्त्यस्य एव कार्यं करोति खलु तद् तु ग्रहणार्थं प्रसक्तिः प्राप्तिः इति द्रष्टुम् येन विधिः तदन्तस्य किन्तु कार्यं कुत्र सम्भवति इति प्रश्ने सति न तु अन्तिम अलोन्तस्य इति अन्तिमवर्णस्य स्थाने भवति स्म किन्तु यथा भगिनी उक्तवती तत्प्रभाद्य तत्र अनेकाल् अस्ति इति कृत्वा अनेकाल्षित् सर्वस्य इति सूत्रेण भवति स्म पूर्णतया भवति स्म सर्वस्य स्थाने भवति स्म उवङ्ग् इति आदेशः नो चेत् इयङ् इति आदेशः किन्तु पुनः तत् तदपि प्रभाद्य निच्च इति सूत्रेण नित् अस्ति इयङ् उवङ्ग् इति नित् स्तः इति कृत्वा निच्च इत्यनेन पुनः अन्त्यस्य स्थाने एव भवति इति प्रतिपादयति वा भगिनि पुनः सरला भगिनि भगिनी भवती स्पष्टम् उक्तवती ओके स्मृतं वा भगिनि निश्चय इति सूत्रं किं करोति किं कार्यं करोति तत्तु यत्र अनेकाल्षित् सर्वस्य इति अस्ति खलु यत्र सर्वस्य स्थाने भवति तत्प्रभाति नित्य यत्र अस्ति नित् अस्ति चेत् आदेशः नित् अस्ति चेत् अन्तिमवर्णस्य स्थाने एव भवति इति पुनः अन्त्यस्य आरोपणं भवति अन्त्यस्य आरोपणं भवति चेत् अत्र अलङ्कस्य इति कार्यं न करोति वा न किमर्थम् इत्युक्ते अनेकाल् अस्ति खलु अनेकाल् प्रभाद्य अनेकाल्षित् सर्वस्य इति प्रभाद्य क्षम्यताम् अलोन्तस्य इति प्रभाद्य अनेकाल्षित् सर्वस्य पुनः अनेकाल्षित् सर्वस्य इति अपि प्रभाद्य निच्छ इति धन्यवादः भगिनि आम् आं तदपि न स्मृतम् अग्रे कस्य क्रमः अस्ति अरुणा भगिनी पठति वा भगिनि अग्रे घूदातु घूदातु इष्यति इति घूदातु इदानीमः चेत् अस्ति दीर्घे धातुः चेतः भू यव इष्यति अत्र प्रथमं सोकार अस्ति कृतेन अरुधातु पादुधातु भवितुम् प्रसक्ति अस्ति परन्तु कुतादि गुणे अस्ति निन्दनप्रत्ययपदे गुणनिषेधः भवति तदर्थं तत् अश्वं नास्ति तत् कृत्वा अजस्नुदासु ब्रुवां युवां यहि युवां अति इति सूत्रेण उकारस्थाने उभो भवति करिष्यति भगिनि. आं भगिनि तत्र अचिष्णु आम् आम् उव इति आदेशः भूत्वा किं रूपं गुविष्यति इति खलु गुविष्यति धातुः धू खलु धू नास्ति धू धुविष्यति इति समीचीनं. विमला भगिनी अग्रे उर्णुयोग इष्यति विभाषोर्णोः इति सूत्रमस्ति तेन ऊणुधातुतः विधीयमानः इडादिप्रत्ययः विकल्पेन गित्वत् भवति गित्वत् इत्युक्ते लघु उपधा धातुषु लघु उपधातुषु यथा डिप् इति अस्ति डिप् इष्यति पुगन्तलघु उपदसित्यनेन गुणप्रसक्तिः अस्ति डे रूपाणि वदति वा ऊर्णधातुः ऊर्णु अस्तु आम् ऊणु इष्यति अस्तु खलु अचिष्णु धातुभ्रुवाम् इयङ्गु वङ्गौ इति एकरूपम् ऊर्णु ऊर्ण उवङ् ऊर्णु ऊर्णु विष्यति इति भवति ऊर्णु इष्यति ऊर्णु विष्यति अपि च गित्वत् गित् यदा ङित् न भवति ऊर्णो योगः इष्यति ऊर्णो भवति गुणप्रसङ्गः अस्ति ऊर्णो यत्र यत्र गित्वं गित्वं न स्वीकृतम् ऊर्णो इष्यति अत्र एचोयवायवसन्धि भवति ऊर्णव् ऊर्णव् इष्यति ऊर्णविष्यति तदेव धन्यस्ति भगिनि धन्यस्ति. अग्रे पुनः अरुणा भगिनी भवती वदति वा भगिनि तत्र डिप् इति दातुः लघु उपधा धातुः डिप् धातु योग इष्यति सुगन्तलघुपदस्कैत्यनेन गुणप्रसक्तिः काङ्कुटादिभ्यो सूत्रेण काङ्कुटादिभ्यगण धातुभ्यः नित् भिन्नप्रत्यय यद्वत्या प्रत्यय नित् नित् भिन्न अतः विद्वत् निपिता इति गुणनिषेधः इष्यति प्रति लघुः तत्र दातुं नास्ति सामान्यतया पुगन्तलघुपदस्य गुणप्रसक्तिः अस्ति परन्तु दातुं दातुं कुटादिगणे अस्ति कृत्वा नित् नित् भिन्नप्रत्ययपदे यद्वत् भवति या प्रत्ययः नित् नित् भिन्न अस्ति अतः यद्वत् तदर्थं विघ्नचित्ता इति न गुणनिषेधः डिप् केवलं वर्णमेलं डिप्ष्यति वा. मणिमहोदय अग्रिम धातुद्वयं वदति वा. वदामि महोदय. एवमेव पुट् धातुः पुट् धातुः अस्ति उभधा उकारः अस्ति अतः गुणकार्यं भवति स्म पुगन्तलघुपदस्य सूत्रेण परन्तु पुट् धातुः गाङ्गुडादि अपि इति सूत्रेण कुडादिगणे अस्ति चेत् जानामि बट् अस्ति चेत् गाङ्गुडादि इति सूत्रेण शिवप्रत्यय परे नित्वत् भवति किति इति सूत्रेण गुणनिषेधः अतः उडिष्यति इति रूपं भवति. इकारः नास्ति वलादिप्रत्ययस्य अधः उडिष्यति इति रूपं भवति. स्फुर्धातुः अपि स्फुरिष्यति कृष्य क्रीडिष्यति इति रूपाणि भवन्ति. धन्यवादः. उद्भुज्योगे इष्यति पुगन्तलघुपद्यस्य इत्यनेन गुणप्रसक्ति विजयेत् इत्यनेन सुदादिगणीय विज् धातुतः सर्वे विद्यमाना चेत् प्रत्यया ङित्वत् स्य प्रत्यय इति अत्र इदादि ङिति च इत्यनेन गुणनिषेधः. उद्विज् इति विज् धातु उत् इति उपसर्गपूर उद्विज् इति धातुः अस्ति. वयं जानीमः विजयेत् इति सूत्रमस्ति अनेन यदि इदागमप्रत्यय परे अस्ति विच् धातो परे इदागमप्रत्यय अस्ति तत् गुणस्य बाधा भवति विजयत् इति सूत्रेण तो सुदाद्यगणे धातुः अस्ति तो इदानीं वयं जानीमः विज् इति धातुः सेत् अस्ति सुदादिगण्यधातुः सेत् अस्ति किन्तु वयम् अपि जानीमः इति इष्यति इति ऋणादिगणधातुः अस्ति सप्तमगणः किन्तु जुहो सुदादिगण्यधातुः अनेन आत्मनेपदि अस्ति तु इष्यते इति भवेत् तु द्विजयोग इष्यते इति भवति पुगन्तलघुपदस्य चेत् प्रसक्तिः अस्ति किन्तु बाधा भवति विजयति सूत्रेण यदि बाधा भवति तत्र ङित्वति भवति तु उद्विजिष्यति आ उद्विजिष्यते इति रूपम् एव भवति गुणः न भवति अनेन तावदस्ति खलु आं तावत् कृतवन्तः भगिनि क्षम्यतां भगिनी भवत्याः सन्देशं यदा प्राप्तवती तदा एव मम स्मरणं जातं स्फुरितं वयम् आगतवन्तः तु अहं मणिमहोदयम् उक्तवती अहं भवत्यां सन्देशं प्रेषयामि कार्यालयस्य कार्ये इति अहं भातवती भवती व्यस्ता अस्ति वा धन्यवादः भगिनि तर्हि विरमामः वा अस्तु धन्यवादः भगिनी अग्रि थेङ्क्स् गिविङ्ग् अस्ति न अग्रिम गुरुवासरे गुरुवासरे थेङ्क्स् गिविङ्ग् अस्ति वा आम् आम् आम् अग्रिमगुरुवासरे हा ओ अस्तु तर्हि भवन्तः तत्र तत्र प्रवासे भविष्यन्ति वा आम् आं भगिनि ओ अस्तु अस्तु भगिनि तर्हि अहम् आगन्तुं न शक्नोमि तद्दिने तस्मिन् दिने महोदयस्य वर्गः तु भविष्यति एव तर्हि अग्रिमसप्ताहे पश्यामः चिन्ता नास्ति यत् एतत् शीघ्रं पठित्वा तत्र पञ्चमे दिनाङ्के यदा मिलिष्यामः विरामं स्वीकुर्मः भगिनि विरामं स्वीकुर्मः धन्यवादः धन्यवादः भारतवासी